एवं पश्यन् कलेर्दोषान् पर्यटन्नवनीमहम् यामुनम् तटमापन्नो यत्र लीलाहरेरभूत्। एवं पश्यन् कलेः दोषान् पश्यन् अहम् अवनीं पर्यटन् नाम भूमिं पर्यटन् यामुनं तटमापन्नः यमुनातीरं प्राप्तवान् यत्र हरेर्लीला कृष्णलीलाभूत्।